चतुर्दशखण्डः। यदा सौम्यपुरुषं गन्धारेभ्यो अभिनद्धाक्षमानीय तं ततो अतिजने विसृजेत् स यत् तत्र प्राङ्वा उदङ्ग्वाधराङ्ग्वा प्रत्यङ्ग्वा प्रध्मायीत अभिनद्धाक्षानि तु अभिनद्धाक्षो विसृष्टः। यथा लोकैः सौम्यपुरुषं यं कञ्चिन् गन्धारेभ्यो जनपदेभ्यः अभिनद्धाक्षं बद्धचक्षुषम् आनीय द्रव्यहर्त तस्करः तम् अभिनद्धाक्षमेव बद्धहस्तम् अरण्ये ततोपि अतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत्। स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्राङ्गञ्चनः प्राङ्मुखो वा इत्यर्थः तथा उदङ्ग्वा अधराङ्ग्वा प्रत्यङ्ग्वा पद्मायीत शब्दं कुर्य विक्रोशे अभिनद्धाक्षोऽहं गन्धारेभ्यः तस्करेण आनीतः अभिनद्धाक्ष एव सृष्ट इति तस्येत अभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारायेतां दिशं व्रज इति स ग्रामात् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानमिव उपसम्पद्येत एवमेव इह आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन् विमोक्षे अथ सम्पत्स्येति। एवं विक्रोशतः तस्य यथा अभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् एतां दिशम् उत्तरतः गन्धारः एतां दिशं व्रज इति प्रब्रूय स एवं कारुणिकेन बन्धनात् मोक्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परोपदिष्टग्रामप्रवेशमार्ग अवधारणसमर्थः सन् गन्धारानैव उपसम्पद्येत न इतरो मूढमतिः देशान्तरदर्शनतृढ्व यथा इयं दृष्टान्तः वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्करैः अभिनद्धाक्षः अविवेकः दिङ्मूढः अशनाया पिपासादिमान् व्याघ्रतस्करादि अनेकभय अनर्थव्रतयुतम् अरण्यं प्रवेशितः दुःखार्थः विक्रोशन् बन्धनेभ्यः मोक्षो तिष्ठति स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान् गन्धारानेव आपन्नः निर्वृतः सुखी अभूत् एवमेव सतः जगदात्मस्वरूपात् तेजोपन्नादिमयं देहारण्यं वातपित्तकपरुधिरमेधोमांसहस्तिमज्जशुक्रकृमिमूत्रपुरीशवतुं शीतोष्णादि अनेकद्वान्द्वदुःखवच्च इदं मोहपटाविनद्धाक्षः भार्या पुत्रमित्रपशुबन्ध्वादि दृष्टादृष्ट अनेकविषयतृष्णा भाषितः पुण्यापुण्यादि तस्करैः प्रवेशितः अहम् अमुष्यपुत्रः मम एते बान्धवः सुखी अहं दुःखी मूढः पण्डितः धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी पुत्रो मे मृतः धनं मे नष्टं हतोऽस्मि कथं जीविष्यामि कामे गतिः किं मे त्राणम् इत्येवम् अनेकशतसहस्र अनर्थजालवान् विक्रोशन् कथञ्चिदेव पुण्यातिशयात् परमकारुणिकं कञ्चित् सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्टं यदा आसादयति तेन च ब्रह्मविदा कारुण्यातो दर्शितसंसारविषयदोषदर्शनमार्गः विरक्तः संसारविषयेभ्यः नासि त्वं संसारी अमुष्यपुत्रत्वादिधर्मवान् किं तर्हि स यत्तत्त्वमसि इति अविद्यामोहपटाभिनहनातो मोक्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसम्पद्य सुखी निर्वृतः स्यादिति एतमेव अर्थमहम् आचार्यवान् पुरुषो वेद इति तस्य अस्य इयम् आचार्यवतः मुक्त अविद्याभिनहनस्य तावदेव तावानेव कालः चिरं क्षेपः सदात्मस्वरूपसम्पत्तेः इति वाक्यशेषः कियान् कालः चिरमिति उच्यते यावन्न विमोक्षे न विमोक्षते इति एतत् पुरुषव्यत्ययेन सामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तस्य उपभोगेन क्षयातु देहपातु यावदित्यर्थः अथ तदैव स तु सम्पत्स्ये सम्पत्स्यते इति पूर्वत् न हि देहमोक्षस्य सत्सम्पत्तेश्च कालभेदो अस्ति येन अतशब्दः आनन्तर्यर्थः स्यात् ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात् तथा प्रवृत्तफलानि प्राज्ञानोत्पत्तेः जन्मान्तरसञ्चितान्यपि कर्माणि सन्ति इति तत्फलोपभोगार्थं पतिते अस्मिन् शरीरान्तरम् आरब्धव्यम् उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येव इति तत्फलोपभोगार्थं च अवश्यं शरीरान्तरम् आरब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानानर्थक्यं कर्मणां फलवत्वात् अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वात् मोक्षस्यादिति शरीरपातस्य तथा च आचार्य अभावः इति आचार्यवान् पुरुषो वेद इति अनुपत्तिः ज्ञानात् मोक्ष अभावप्रसङ्गश्च देशान्तरप्राप्ति उपायज्ञानवत् अनैकान्तिकफलत्वं वा ज्ञानस्य न कर्मणां प्रवृत्त अप्रवृत्तफलत्वविशेषोत्पत्तिः यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुवफलवत्वात् ब्रह्मविदः शरीरे पतिते शरीरान्तरम् आरब्धव्यम् अप्रवृत्तकर्मफलोद्भोगार्थमिति एतदसत् विदुषः तस्य तावदेव चिरम् इति श्रुतेः प्रामाण्य ननु पुण्यो वै पुण्येन कर्मणा भवति इत्यादि श्रुतेरपि प्रामाण्यमेव सत्यमेवं तथापि प्रवृत्तफलानाम् अप्रवृत्तफलानां च कर्मणां विशेषो अस्ति कथम् यानि प्रवृत्तफलानि कर्माणि यैः विद्वच्छरीरम् आरब्धं तेषाम् उपभोगेनैव क्षयः यथा आरब्धवेगस्य लक्ष्यमुक्तेष्वादेः वेगक्षयादेव स्थितिः न तु लक्ष्यवेदसमकालमेव प्रयोजनं नास्ति इति तद्वत् अन्यानि तु अप्रवृत्तफलानि इह प्राज्ञानोत्पत्तेः ऊर्ध्वं च कृतानि वा क्रियमाणानि वा अतीतजन्मान्तरकृतानि वा अप्रवृत्तफलानि ज्ञानेन दक्ष्यन्ते प्रायश्चित्तेनैव ज्ञानानि सर्वकर्माणि वस्तुतात् कुरुते तथा इति स्मृतेश्च क्षीयन्ते चास्य कर्माणि इति च अथर्वणि अतः ब्रह्मविदः जीवनादिप्रयोजन अभावेऽपि प्रवृत्तफलानां कर्मणाम् अवश्यमेव फलोपभोगस्यादिति मुक्तेष्वतो तस्य तावदेव चिरमिति युक्तमेव उक्तमिति यथोक्तदोषचोदन अनुपत्तिः ज्ञानोत्पत्तेः ऊर्ध्वं च ब्रह्मविदः कर्म अभावम् अवोचम ब्रह्मसंस्थां तत्त्वमिति इत्यत्र तच्च स्मर्तुमर्हति स एषो अणिमा एतदात्मिकं सर्वं तत्सत्वेतु इति भूय मम भगवान् विज्ञापयत्प्रि तथा सौम्येति उवाच स ये इत्यादि उक्तार्थम् आचार्यवान् विद्वान् येन क्रमेण सत्सम्पद्यते तं क्रमं दृष्टान्तेन भूयैव मा भगवान् विज्ञापयतु इति तदा सौम्यतिः उवाच इति चतुर्दशखण्डभाष्यं पञ्चदशखण्ड पुरुषं सौम्योतोपथापिनं ज्ञातयः परिपालते जानाति माम् इति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणः ते सीतेज पश्यां देवतायां तावज्जानाति पुरुषं हि सौम्य उत उपतापिनं ज्वरादि उपतापवन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षं जानासि मां तव पितरं पुत्रं भ्रातरं वा इति पृच्छन्तः तस्य मुमूर्षोः यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणः तेजसि तेजः परस्यां देवतायाम् इति एतदुक्तार्थम् अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणः तेजसि तेजः परस्यां देवतायाम् अथ न जानाति संसारिणः यः मरणक्रमः स एव अयं विदुषोऽपि सत्सम्पत्तिक्रमः इति एतदहं परस्यां देवतायां तेजसि सम्पन्ने अथ न जानाति अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देहमनुष्यादिभावं वा विशति विद्वांस्तु शास्त्राचार्योपदेशयन्त ज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इति एष सत्सम्पत्तिक्रमः अन्ये तु मूर्धन्यया नाड्य उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्ति इत्याहो तदसत् देशकालनिमित्तफलाभिसन्धानेन गमनदर्शिनः न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलादि अनुताभिसन्धिः उत्पद्यते विरोधात् अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविपृष्टत्वं गमन अनुपत्तिरेव पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः इत्यादि आथर्वणे नदीसमुद्रदृष्टान्तश्रुतेश्च स एषाणिमा एतदात्मविदकं सर्वं तत्सत्यकृतिवेदगीतम् इति भूय एव मां भगवान् विज्ञापयत्पिरे तथा सौम्येति उवाच स य इत्यादि समानं यदि मरिष्यतो मोक्षतश्च तुल्यः सत्सम्पत्तिः तत्र विद्वान् सत्सम्पन्नो नावर्तते आवर्तते तु अविद्वान् इत्यत्र कारणं दृष्टान्तेन भूय एव मां भगवान् विज्ञापयत्पिरे तदा स्वामीति उवाच इति पञ्चदशखण्डभाष्यं षोडशखण्ड पूर्वजं स्वाम्युत हस्तगृहीतं मानयन्ति अपहार्षीस्तेयं मकार्षीत् परशुम् अस्मितपतेतिं स यदि तस्य कर्ता भवति तत एव अनुतम् आत्मानं कृते सो अनुताभिसन्धवम् अनुतेन आत्मानमन्तर्धाय परशुं तप्तं प्रति गृह्णाति स दह्यते अथ हन्यते।